गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुःसाक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः। निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः। न्यायवर्गे सर्वेषां सुस्वागतम्। संयोगस्य प्रसङ्गे किञ्चित् इति करपत्रम् अष्टादशतमकरपत्रमस्ति, तत् पठन्तः स्मः वयम् इदानीम्। तत्र पृथगाश्रयाश्रितौ इति समासस्य विग्रहवाक्ये आश्रयौ इति वक्तव्यं, ततः आरभ्य अद्य पठनीयम्। अत्र किमर्थम् एतत् करपत्रं निर्मितम् अस्ति इति चेत्, पृथक्त्वम् इति कश्चन गुणः नैयायिकैः अङ्गीक्रियते, अपि च भेदः इत्युक्ते अन्योन्याभावः इति अभावमपि तैः अङ्गीक्रियते। अन्योन्य अभावः सर्वद्रव्य सर्वपदार्थवृत्तिः, वृत्तिः इत्युक्ते द्वयोः पदार्थयोः मध्ये अन्योन्याभावः भवत्येव इति कृत्वा, द्रव्ययोः मध्ये यदा अन्योन्याभावः वक्तव्यं तदा किमर्थं, तदर्थं किमर्थं पृथक्त्वम् इति भिन्नगुणः स्वीकरणीयः इति प्रश्नः आसीत्। तस्मिन् विषये गभीरचिन्तनं जायमानमस्ति। अस्तु, तर्हि इदानीं तत्र पृथगाश्रय, तत्र संयोगः तयोः मध्ये भवति, युतसिद्धयोः मध्ये भवति। युतसिद्धौ कौ? यौ पृथगाश्रयाश्रितौ, तौ युतसिद्धौ। तर्हि पृथगाश्रयाश्रितौ इति समस्तपदस्य कः अर्थः इति प्रश्नः, तस्मिन् विषये स्मः। तत्र कर्मधारयगर्भ द्वितीया तत्पुरुषसमासः इति तावत् अस्माभिः अधीतम्। पृथक् च तौ आश्रयौ च पृथगाश्रयौ इति कर्मधारयसमासः। पृथगाश्रयौ आश्रितौ पृथगाश्रयाश्रितौ इति द्वितीया तत्पुरुषसमासः। अत्र पृथगाश्रयौ इति द्वितीया द्विवचनम्, आश्रितौ इति प्रथमाद्विवचनम्। अतः कर्मधारय द्वितीया तत्पुरुषसमासः इति तावत् अस्माभिः प्राप्तम्। अस्तु, तर्हि इतः अग्रे पठनीयं। बालसुब्रह्मण्यं महोदय पठति वा? पृथग् आश्रयाश्रितौ इति समासस्य इति पङ्क्त्या महोदय, विग्रहवाक्ये ततः इति समासस्य विग्रहवाक्ये आश्रयौ इति वक्तव्यं, यतोहि आश्रयद्वयम् अस्ति, तस्य विशेषणं च पृथक्। पृथक् अव्ययम्, अतः तस्य द्विवचनान्ताधिकं किमपि नास्ति। पृथक् आश्रयौ आश्रितौ, पृथक् आश्रयौ इत्यत्र द्विवचने द्वितीयाविभक्तौ, द्वितीयाविभक्तौ पृथक् आश्रयौ किमर्थं स्वीकृतम् इति चेत्, द्वितीया तत्पुरुषे द्वितीया श्रुतातीतपतित गतात्यस्थ प्राप्तापन्नैः इति सूत्रेण उच्यते। केन केन शब्देन द्वितीया तत्पुरुषः भवति? श्रुत अतीत पतित गत अत्यस्त प्राप्त आपन्न इत्यादि। तत्र श्रुतशब्दः अस्ति, श्रुत इत्यनेन उपसर्गपूर्वकस्य अपि ग्रहणम्, अतः न केवलं श्रुतशब्दः अपि तु आश्रितशब्दः अपि गृह्यते। यथा कृष्णम् आश्रितः, कृष्णाश्रितः इति। पङ्क्तिशः वक्तव्यम् इति नास्ति, तत्र स्थूलरीत्या वदति चेदपि पर्याप्तम्। सो पृथक् आश्रय आश्रित इति समासं पश्यामः, विग्रहवाक्ये आश्रयौ इत्येव वक्तव्यं, यतोहि आश्रयः द्वयः अत्र अस्ति, तेषां द्वयोः विशेषणं पृथक् इति, विशेषणं च पृथक्. पृथक् इति पदम् अव्ययं, तस्मात् परिवर्तनं किमपि नास्ति, तत् तिष्ठति. पृथक् अत्र वचनम् अपि परिवर्तनं न भवति. हरिः ओम्, न श्रूयते महोदय. पृथक् आश्रयः इति वदने आश्रयः इत्यस्य द्विवचने द्वितीया विभक्तिः, यतोहि तत्पुरुषसमासः उत्तरपदस्य प्राधान्यम् इति कारणात्, तस्मात् महोदय अत्र अस्मिन् परिच्छेदे यद् दत्तमस्ति अत् किमर्थं किमर्थम् अत्र अस्मिन् परिच्छेदे यद् उक्तं तस्य आशयः कः? आशयः द्वितीय म्यूचुवलि किं वक्तुम् इच्छति अत्र? शरीरं पुस्तकम् इति वा, शरीरं पुस्तकम् अथवा न न अत्र अस्मिन् अस्मिन् परिच्छेदे बहु किमपि दत्तमस्ति खलु, तत्र सूत्रमपि दत्तं, किन्तु अत्र आशयः कः, किमर्थम् एतत् सर्वं लिखितमस्ति? अस्तु एकनिमिषम् अत्र पुनः पठतु. विजी भगिनी वदति वा? महोदय क्लेशः अस्ति, क्लेशः अस्ति. अस्तु अस्तु भवान् एव मुरळीमहोदय, भवान् किमपि अवगच्छति वा? अस्तु सः म्यूट् मध्ये अस्ति. भवतु अत्र पश्यन्तु सर्वे पुस्तकमिति न न महोदय अत्र इदानीं पश्यतु, पृथग् आश्रय आश्रितौ इति अस्ति खलु, पृथग् आश्रयौ, तदनन्तरम् आश्रितौ इति अस्ति. पृथग् आश्रयौ, तत्र आश्रयौ इति द्वितीया विभक्ति द्विवचनं. महोदयः बहिः गतवान्, एकनिमिषम् अत्र तिष्ठामि, नो चेत् पुनः वक्तव्यं भवति. We're sorry, but some participants may be experiencing temporary audio issues. Our teams are working to resolve this as quickly as possible. Astu, Basubramanian ede punaha agatavan va? Astu. Vijay bagini kripaya mute madhye bhavatu bagini. Ha, astu, punaha vadami. Atra pashyatu. इदानीम् आश्रितः, अहं प्रश्नं पृच्छामि महोदय बालसुब्रह्मण्यं महोदय, भवान् उत्तरं वदतु. आश्रयः आश्रितः इति पदद्वयमस्ति खलु, तयोः किञ्चित् विवरणं ददाति वा? आश्रयः इत्युक्ते कः, आश्रितः आश्रितः इति अधिकरणः. पुनः वदतु. आश्रय इति आदेयः. न न विपरीतरीत्या वदति, आश्रयः इत्युक्ते अधिकरणम्. ओ आश्रितः इत्युक्ते आधेयः. घटः भूतले अस्ति इत्यस्मिन् स्थितौ घटः आधेयः, भूतलम् आधारम्. घटः आश्रितः अस्ति, भूतलम् आश्रयम् अस्ति, खलु? तर्हि सामान्यतया अत्र वाक्यं पश्यतु कथमस्ति. घटः भूतले अस्ति, अत्र अधिकरणस्य का विभक्तिः प्रयुज्मः? सप्तमी विभक्ति. सप्तमी, सामान्यतया सप्तमी विभक्तिः प्रयुज्मः, खलु? किन्तु आश्रितः, आश्रित इति पदं प्रयोगं कुर्मश्चेत् तत्र सप्तमी व्यक्तिः न भवति, किन्तु द्वितीया भवति तस्मिन्नेव अर्थे. तस्मिन्नेव अर्थे यदि श्रुत, अतः एव अत्र सूत्रं दत्तमस्ति, द्वितीया श्रुतातीत पतितगतात्यस्तप्राप्तापन्नैः इति सूत्रे श्रुत अतीत पतित गत अत्यस्त प्राप्त आपन्न इति सप्तशब्दाः दत्ताः, खलु? तेषाम् उपयोगे यद्यपि अधिकरणम् इति विवक्षा अस्ति, तथापि तत्र अधिकरणस्य अधिकरणं बोद्धुं तत्र उपपदस्य सप्तमी विभक्तिः न भवति, किन्तु द्वितीया भवति. उदाहरणार्थम् अत्र पश्यतु, कृष्णम् आश्रितः इत्युक्ते यः कृष्णे आश्रितः अस्ति इत्युक्ते लोके तस्य आश्रयः किमपि, अन्यत् किमपि नास्ति, केवलं भगवान् श्रीकृष्णः एव तस्य आश्रयः इति बोद्धुं सामान्यतया कथं वदामः? आश्रयम् इत्युक्ते अधिकरणम्, अधिकरणे सप्तमी, तर्हि कृष्णे आश्रितः इति वक्तव्यम्. किन्तु अत्र सूत्रमस्ति, कृष्णे आश्रितः इति वदामश्चेत् दोषाय. अत्र आश्रितः इति पदमस्ति इति कृत्वा कृष्णम् आश्रितः इति वक्तव्यम्. कृष्णम् आश्रितः इत्यस्य अर्थः कः इति चेत्, भक्तः यः कृष्णभक्तः अस्ति तस्य कृष्णः एव आश्रयः, कृष्णः एव अधिकरणम्, अन्यत् किमपि नास्तु इति बोद्धुं. यथा घटः भूतले अस्ति इति वदामः, तदा भक्तः कृष्णे अस्ति इति, कृष्णे अस्ति इति वदामश्चेत् समीचीनं, किन्तु आश्रितः इति वदामश्चेत् तत्र कृष्णम् इति द्वितीयविभक्तिः एव प्रयोक्तव्यम्. अतः अत्र अस्मिन् परिच्छेदे कः आशयः इति चेत्, पृथग् आश्रयौ आश्रितौ, तत्र आश्रयौ इति द्वितीयविभक्ति द्विवचने अस्ति, किन्तु अत्र आशयः कः, कथं वा अर्थः अवगन्तव्यः इति चेत्, पृथग् आश्रययोः इति यदा आसीत् सप्तमी द्विवचने, तदा अर्थः अवगन्तव्यः इति बोधः, बोधः अत्र बुद्धं, खलु? बुद्धं वा महोदय? आम् महोदय. हा न बालसुब्रह्मण्य महोदय अस्ति किं? सूत्रमेव अस्ति, तेन सूत्रप्रकारं श्रित अतीत इत्यादि गुणाः द्वितीयविभक्त्योः सन्ति. इत्युक्ते ते उपपदरूपेण भवन्ति चेत्, इत्युक्ते इदानीं तेषाम् अत्र पश्यतु, कृष्णम् आश्रितः, तत्र आश्रितः इति पदस्य सप्तमी, सप्तमी वा द्वितीयः वा नास्ति, तस्मात् समीपं, तस्य समीपं यः पदं विद्यते तस्य नाम अस्ति उपपद इति, उपपदस्य द्वितीया विभक्तिः भवति. अतः कृष्णम् आश्रितः इति भवति, कृष्णाश्रितः, कृष्णम् आश्रितः इत्युक्ते यदि तमिळ् भाषायां तस्य अनुवादनं कुर्मश्चेत् कृष्णनै आश्रयत् इरुपवन्, कृष्णनै. किन्तु तमिळ् भाषायामपि एवमेव वदामः, कृष्णनै इति. किन्तु आशयः कः इति चेत्, कृष्णनिडत्तिल् आश्रयत् इरुपवन् इत्यस्मिन् अर्थे भवति. Substance is यद्यपि अत्र द्वितीयविभक्तौ उक्तं कृष्णम् इति, तथापि तत्र अधिकरणमेव बोधयति इति अर्थः. अस्तु, अग्रे विजि भगिनी पठति वा. यद्यपि महोदय, हा मुरळी महोदय, किमर्थं तत्र विभक्ति प्रयोजनं सप्तमीविभक्ति स्थले अत्र सूत्रमस्ति खलु, तदेव सूत्रं दत्तं द्वितीया श्रुतातीत अनेन सूत्रेण द्वितीया विभक्तिः एव भवति न तु सप्तमी. अस्तु, अग्रे अपि अस्मिन् परिच्छेदे सप्तम्या विषये किञ्चित् चिन्तनमस्ति, तदनन्तरं पुनः वदिष्यामि. पाणिनीयसूत्रं वा? आमां, धन्यवादः, धन्यवादः. यद्यपि पृथक् आश्रय आश्रितौ इति समासस्य कृते सप्तमी तत्पुरुषस्य विधायकसूत्रं नास्ति, सप्तमी शौण्डेहि सूत्रेण सौण्ढादिगणे पठितानां शब्दानां सप्तमी तत्पुरुषः अक्षेषु शौण्डः अक्षशौण्डः स्किल्डिन् डैस् अक्षद्यूतः अक्षकितवः गेम्स्टर् इन् डैस् शौण्डः इत्युक्ते डैस् अभवत् न न अत्र शौण्डः इति शौण्डः इति आरभ्य कश्चन गणः अस्ति यस्मिन् गणे बहवः शब्दाः उक्ताः शौण्डः इति शब्दः धूर्तः इति शब्दः कितवः इति शब्दः शौण्डादिगणे अत्र अत्र दत्तमस्ति महोदय अग्रे शौण्डादिगणे शौण्ड धूत धूर्त कितव ध्याड प्रवीण संवीत अन्तरव अन्तर् वनेयन्त वनान्तः पठु पण्डित कुशल सफल निपुण किन्तु पृथक्काश्रयाश्रितौ इति सप्तमी तत्पुरुषत्वेन प्रयोगे लभ्यते चेत् दोषः न स्यात् यतोहि सप्तमी शौण्डेः इति सूत्रे अविद्यमानैः शब्देः बहुत्र लोके सप्तमी तत्पुरुषसमासः कृतः पृथक्काश्रययोः आश्रितौ. तथापि अत्र द्वितीया विभक्तौ सूत्रम् अस्ति एव, अतः द्वितीया तत्पुरुषसमासः स्वीक्रियते पृथक्काश्रय आश्रितौ इति. ओहो, पृथक् महोदय, पृथक्काश्रितौ इति द्वितीया सप्तमी एव द्वितीया विभक्ति एव स्वीक्रियते. अत्र विशेषकसूत्रम् अस्ति सप्तमी शौण्डैः इति पाणिनिना कृतम् इत्युक्ते शौण्डादि अत्र गणम् अस्ति द्यूत कितव इत्यादि शब्दाः सन्ति. सप्तमी शौण्डैः इति इत्युक्ते यानि पदानि याः शब्दाः अत्र शौण्डः इति गणे गणे सन्ति ते सप्तमी विभक्तौ समासे क्रियते. किन्तु अत्र तु द्वितीया विभक्तिः एव स्वीकृतं. किम् इत्युक्ते तत्र अन्ये पदानि सप्तमी विभक्तौ न उपयोगं करणीयम् इति विधि नास्ति. अत एव द्वितीयाविभक्ति सूत्रमेव अस्ति आश्रित इत्यादिपदानां श्रित इत्यादि पदानां द्वितीयाविभक्तौ समासे प्रयुक्तम् कृतम्। अतः एव अत्र द्वितीयाविभक्ति द्वितीयाविभक्तौ अस्ति, पृथक्काश्रय आश्रितौ इति अस्ति। आहत्य अस्मिन् परिच्छेदे किम् उक्तम् इति एकम् एकेन वाक्येन वदति वा? सप्तमी सप्तमी विभक्तौ न यद्यपि सौण्डे गणे आश्रित इति पदं नास्ति, सप्तमी विभक्ति एव। ओहो ओहो एव कन्फ्यूशन् अस्ति। भगिनि अत्र किमपि नास्ति, अत्र सप्तमी तत्पुरुषसमासकरणार्थं सप्तमी सौण्डैः इति सूत्रमस्ति। तत्र सौण्डगणे केचन पदानि दत्तानि, कानिचन पदानि दत्तानि सन्ति, तेषाम् उपयोगः यत्र भवति तत्र एव अनेन सूत्रेण सप्तमी तत्पुरुषसमासः कर्तुं शक्यते। किन्तु तद्विहाय अन्यत्रापि लोके दृश्यते इति कृत्वा पृथगाश्रययोः आश्रितौ इति सप्तमी द्विवचनं स्वीकृत्य समस्तपदं तत्र विग्रहवाक्यं वदामश्चेत् दोषः नास्ति, दोषः नास्ति। तथापि अत्र द्वितीयाश्रितातीतपतितगतात्यस्तप्राप्तापन्नैः इति सूत्रम् अस्ति इति कृत्वा द्वितीयाविभक्ति द्विवचनम् अत्र स्वीकृतमस्ति इति उक्तम् तावदेव। किन्तु तस्य अर्थः यद् मया उक्तम् अत्र अधिकरणमेव अर्थः, यद्यपि द्वितीयाविभक्तिः प्रयुक्तमस्ति किन्तु अधिकरणमेव अत्र विवक्षा अस्ति इति बोधः। बुद्धं खलु? आम् आम्। अस्तु अग्रे मुरळीमहोदय पठति वा? आं महोदय। इदानीं विधसिद्धत्वम् इत्यस्य तर्कसङ्ग्रहे दीपिकायां वा विद्यमानं विवरणं एतद् एव, द्वयो द्रव्योर्मध्ये एकस्य नाशपर्यन्तं तत् आश्रित्य यदि तिष्ठति तर्हि ऐदसिद्धौ। अत्र विद्याधर्यां विवरणं किञ्चित् भिन्नरीत्या उच्यते, किन्तु एतत् विवरणम् अपि शङ्काच्छत्रे तत्र पृथक् आश्रित आश्रितौ यत्र यत्र युतसिद्धत्वं वर्तते तत्र तत्र पृथक् आश्रित आश्रितत्वम् आश्रित्वम् आश्रितत्वम् अस्य अस्ति एव। दीपिकायां विद्यायां विवरणं तत्र दत्तमस्ति महोदय। इदानीं विधसिद्धत्वम् इति इत्युक्ते किम्? अत्र दीपिकायाम् इत्युक्ते किम्? दीपिकायाम् इत्युक्ते महोदय अन्यपुस्तकः अस्ति तत्र तर्कसङ्ग्रहे दीपिका विवरणं तत्र तर्कसङ्ग्रहः इति पुस्तकम् अन्नम्भट्टः इति ग्रन्थकारेण विरचितं विरचितं सः एव तस्य स्वस्य पुस्तकस्य एव टीका लिखितवान् अस्ति, दीपिका इति नाम्ना तर्कसङ्ग्रहदीपिका। आं महोदय। तत्र कथं दत्तं युतसिद्धत्वम् अयुतसिद्धत्वम् इत्युक्ते किम्? अग्रे पठतु। द्वयो द्रव्ययोर्मध्ये एकस्य नाशपर्यन्तं तदन्यत् आश्रित्य यदि तिष्ठति तर्हि अयुतसिद्धम्। ऐतसिद्धम् इत्युक्ते उदाहरणतया द्वयोर् द्रव्यम् अस्ति चेत् उदाहरणं स्वीकरोतु. यतः घट कपालम् इति द्रव्यं घटमपि द्रव्यं तयोर्मध्ये घटस्य नाशनं करोति चेत् तन्नाशपर्यन्तं तद् यद् आश्रितौ यदि तिष्ठति तर्हि ऐदसिद्धौ. तत्र घटनाशकपर्यन्तं कपाले तिष्ठति, कपाले तिष्ठति. बहु समीचीनं. तर्हि अत्र अस्मिन् वाक्यम् उपयुज्य एव वक्तुं शक्यते महोदय, द्वयोः द्रव्ययोः कपालद्वयोः कपालघटयोः मध्ये एकस्य घटस्य नाशपर्यन्तं तत् अन्यत् आश्रित्य कपालम् आश्रित्य यदि घटं तिष्ठति तर्हि ऐतसिद्धं घटः ऐतसिद्धम् अस्ति बहु समीचीनम् इति उदाहरणं स्वीकृत्य पुनः अत्र अत्र सर्वनामशब्देन यदुक्तमस्ति तस्मिन् स्थाने उदाहरणम् उचित उदाहरणं स्थापयामश्चेत् अवबोधः जायते. आं महोदय, आं महोदय, सम्यक् जायते महोदय. आम्, किन्तु विद्याधर्यां भिन्नरीत्या दत्तमस्ति. ओ, विद्याधर्यां कथं दत्तमस्ति? विद्याधर्यां युधसिद्धौ इत्युक्ते सर्वेषां समवाय न अत्र अत्र परिच्छेदं पश्यतु. विद्याधर्यां कथं दत्तमस्ति? युधसिद्धत्वम् इत्युक्ते पृथगाश्रयाश्रितत्वम्. आं महोदय, आम् आम् इति विद्याधर्यां दत्तमस्ति. आम्, दीपिकायां कथं दत्तमस्ति? द्वयोर्द्वयद्रव्ययोः मध्ये एकस्य नाशपर्यन्तं तद् अन्यत् आश्रित्य यदि तिष्ठति तदेव ऐतसिद्धत्वम्. आं महोदय, विद्याधर्यां कथं दत्तमस्ति? ऐतसिद्धत्वम् इत्युक्ते न एकनिमिषम्, ऐतसिद्धत्वम् इत्युक्ते यद् न युतसिद्धत्वं, यत् न युतसिद्धं तद् ऐतसिद्धं. तर्हि युतसिद्धम् इत्युक्ते किं? पृथगाश्रयाश्रितत्वम् आश्रितत्वम्. आं महोदय, अस्तु, अग्रे पठतु महोदय. तत्र ऐतसिद्धत्वस्य विवरणं दीपिकायां सम्यक् अस्ति. न, अत्रापि सम्यक् एव अस्ति, अतः एव महोदयेन उक्तं, किन्तु एतत् विवरणमपि सङ्गच्छति, दोषः नास्ति. दोषः नास्ति, बट् अवगन्तुं शक्यते तत्र दीपिकायां विषये सम्यक् अस्ति इति मम चिन्ता. अत्र विद्याधर्यां विवरणं किञ्चित् भिन्नरीत्या उच्यते. यद्यपि पृथक् आश्रित आश्रितौ इति अग्रिमपरिच्छेदं पृथगाश्रितत्वम् आम्, पृथक् आश्रित आश्रितत्वं नाम किम् इति चेत् पुनः पठतु. पृथक् आश्रित न आश्रय आश्रितत्वं. धन्यवादः, धन्यवादः. पृथक् आश्रय आश्रितत्वं नाम किम् इति चेत् वृक्षः स्वावयवे स्थितः, पक्षिः स्वावयवे च वृक्षः पक्षी च युतसिद्धौ, यतोहि वृक्षस्य आश्रय पृथक्, पक्षिणः च आश्रयः पृथक्. वृक्षस्य आश्रयः पक्षिणः च आश्रयः इति परस्परं पृथक् इत्यस्मात् वृक्षः पक्षी च इतसिद्धौ अतः उत्पन्नानां पक्षिणी पुनः क्रियायां जायते कर्मजः संयोगः क्रियायाः पक्षिणः वृक्षस्य च संयोगः भवति एवं शरीरं तरुश्च स्व अयवे स्थितौ इति द्वितीयम् उदाहरणं ततः हस्तक्रियया हस्ततरु संयोगः तेन च शरीरतरसंयोगः इति स्थितम् इति तत् विवरणं महोदय मम पूर्वे दृष्टवन्तः यदा हस्तपुस्तकमध्ययोर्क्रिया जायते तत् कर्मजः इति प्रथमस्थने जायते एकनिमिषम् किञ्चित् समीचीनतया वदतु हस्तपुस्तकयोः क्रिया जायते वा केवलं हस्ते क्रिया जायते वा हस्ते एव क्रिया जायते पुस्तकं तत्रैव अस्ति पुस्तकम् अचलं तत्र एव अस्ति क्रिया समीचीनतया वाक्यं वदतु यदा हस्ते यदा हस्ते जायमानक्रिया यदा हस्ते क्रिया जायते तदा तदा संयोजः कर्मजसंयोगः हस्तपुस्तकयोः मध्ये कर्मजसंयोगः जायते जायते आं महोदय तदनन्तरं तत् कर्मजः जायते तदनन्तरं तत्र शरीरपुस्तकयोर्मध्ये क्रिया जायते क्रिया जायते वा क्रिया न जायते संयोगं जायते हस्ते पुस्तकमस्ति चेत् हस्तं शरीरस्य अवयवमेव शरीरम् अवयवै सो यत्र अवयवे योगमस्ति चेत् तत् शरीरं तत्र योगं वर्तते एव शरीरे क्रिया जायते इति मा वदतु संयोजकसंयोगः यदा हस्तपुस्तकयोः मध्ये कर्मजसंयोगः जायते तदा तस्मात् अग्रिमक्षणे कायपुस्तकयोः मध्ये संयोगजसंयोगः जायते आं महोदय अस्तु अत्र किन्तु अत्र अस्मिन् परिच्छेदे किम् उक्तमस्ति तद्वदतु एतत् सर्वम् अत्र परिच्छेदेन उक्तं खलु आम् आं महोदय यथा वृक्ष स्व अयवये तस्मात् स्वावयवे स्थितः वृक्षः शाखा शाखा इति इदानीं महोदय अत्र चिन्तनं संयोगः कयोः मध्ये तत् प्रथमं वदतु एकनिमिषं महोदय पक्षी वृक्षः पक्षी च इतसिद्धौ यतोहि वृक्षस्य आश्रय पृथक् पक्षिणः च आश्रय पृथक् वृक्षस्य आश्रयः पक्षिणः च आश्रयः इति परस्परं पृथक् आश्रय पक्षी पक्षिणश्च पक्षिणः च आश्रयः पृथक् वृक्षस्य आश्रयः प्रथमं अत्र भवता पठितं खलु इदानीं मम प्रश्नस्य उत्तरं ददातु कयोः मध्ये इदानीं संयोगः जायते वृक्षपक्षिणयोर्मध्ये महोदय हा समीचीनं वृक्षपक्षिणोः पक्षिणः मध्ये संयोगः जायते आं महोदय वृक्षपक्षिणयोः मध्ये संयोगः जायते कीदृशसंयोगः युतसिद्धौ न कीदृशसंयोगः संयोगस्य द्वैविध्यम् अस्माभिः दृष्टं कर्मजसंयोगः संयोगसंयोगः तत् कर्मजसंयोगः जायते वृक्षपक्षिणोः मध्ये यः संयोगः जायते सः कर्मजसंयोगः वा संयोगजसंयोगः? न संयोजकसंयोग तत् शाखायाम् एव प्रथमं जायते एव महोदय. एकमेव अत्र बहु किमपि वदति चेत् भवान् अवगच्छति वा इति अहं न जाने. आं महोदय, वृक्षपक्षिणोर्मध्ये यत् जायते इत्युक्ते यः संयोजकसंयोग एव महोदय. अत्र समीचीनतया वदतु, संयोगज संयोगज नास्ति, संयोगज संयोगः. हा अस्तु समीचीनं. वृक्षपक्षिणोः मध्ये संयोगज संयोगः जायते. आम्, तत् कथं जातं, तस्य कारणं किम्, तस्य संयोगस्य कारणं किम्? तस्य संयोगस्य कारणं पूर्वं पक्षी तत्र शाखायां वृक्षस्य शाखायां तिष्ठति. अस्तु, अनेन तस्मात् प्रथमतया तत्र कर्मजसंयोगः एव जायते पक्षीशाखायां मध्ये. पक्षीशाखयोः मध्ये कर्मजसंयोगः जायते. बहु समीचीनं जायते. सः संयोगः एव. आं महोदय, सः संयोगः इदानीं वृक्षपक्षिणोः यः संयोगः जायते संयोगजसंयोगः तस्य कारणम्. आं महोदय. अपि च वृक्षशाखायोः मध्ये यदा संयोगः कर्मजसंयोगः जायते तस्य कारणं किम्? वृक्षपक्षिणोः वृक्ष नास्ति, पक्षीशाखयोः शाखपक्षिणोः मध्ये यः कर्मजसंयोगः जायते तस्य कारणं किम्? क्रियया जायते. हा बहु समीचीनं, क्रिया एव कारणं. क्रिया कुत्र अस्ति भगिनि? पक्षे अस्ति, पक्षिणी. पक्षिणी अस्ति. हा पक्षिणी क्रिया जायते, तया क्रियया पक्षिशाखयोः मध्ये कर्मजसंयोगः जायते, तेन कर्मजसंयोगेन वृक्षपक्षिणोः मध्ये संयोगजसंयोगः जायते. आं महोदय. अस्तु इदानीं, हा समीचीनं, तर्हि पक्षी इदानीं कुत्र अस्ति? वृक्षे अस्ति इति नास्ति, वृक्षस्य. आम्, वृक्षस्य संयोगात् पूर्वं पक्षी कुत्र आसीत्? केवलं शाखामेव, शाखायामेव. शाखात् पूर्वं शाखाय शाखया सह यद् संयोगः जायते तस्मात् पूर्वं पक्षी कुत्र आसीत्? पत्री आकाशे महोदय. अत्र अत्र परिच्छेदम् अत्र परिच्छेद परिच्छेदे भवता किं पठितम् अत्र पश्यतु. पृथगाश्रयाश्रितत्वं नाम किम् इति चेत् वृक्षः स्व अवयवे स्थितः, पक्षी स्व अवयवे च. तर्हि पक्षी कुत्र अस्ति? स्वयवे च. हा स्व अवयवे च इति नास्ति, पक्षी स्व अवयवे अस्ति. अस्ति. आं महोदय. यथा घटः कपाले अस्ति तदा पक्षी स्व अवयवे अस्ति. आं महोदय. वृक्षः कुत्र अस्ति? स्वयवे अस्ति. स्व अवयवे अस्ति. अस्ति. अस्तु, तर्हि आहत्य अत्र गणनं कुर्मश्चेत् वृक्षः इति एकः, वृक्षस्य अवयवः इति द्वितीयः, पक्षी इति तृतीयः, चतुर्थः अस्ति पक्षिणः अवयवः. आं महोदय. आहत्य चत्वारः सन्ति अत्र. आम्, अतः एव अत्र द्वितीयवाक्यं पश्यतु, वृक्षस्य आश्रयः पक्षिणः आश्रयः च इति परस्परं पृथक्. वृक्षः अपि पक्षिणः पृथक्. तदनन्तरं वृक्षस्य आश्रयः वृक्षस्य अवयवः अपि पक्षिणः अवयवस्य पृथक् अस्ति, अवयवः पृथक् अस्ति, पृथगेव. सर्वं पृथक्. अत्र चत्वारः पदार्थाः सन्ति, ते सर्वे परस्परं पृथक् सन्ति. आम् महोदय. तादृशं यत्र अस्ति तदेव पृथगाश्रय आश्रितौ आश्रितौ इति वक्तुं शक्यते. तदेव इदसिद्धौ. हा किन्तु इदानीं प्रश्नः अस्ति कपालः कपाल क्षम्यतां घटकपालयोः मध्ये समवायः अस्ति इति अस्माभिः अधीतम्. किन्तु घटकपालयोः मध्ये किमर्थं संयोगः न भवति? घटः इति पृथक् पदार्थः अस्ति, कपालः इति पृथक् पदार्थः अस्ति, घटः स्व अवयवे कपाले अस्ति, कपालः स्व अवयवे कपालिकायाम् अस्ति. भिन्नभिन्नपदार्थौ ते स्थितः इति कृत्वा घटकपालयोः मध्ये किमर्थं संयोगः न जायते इति प्रश्नस्य उत्तरं ददातु. तत्र महोदय केवलं त्रिषु सङ्ख्या एव अस्ति. प्रतिपादयतु. कपाले अस्ति, कपाले कपालिकायाम् अस्ति. न कपाले कपालिकायाम् इति कपालः कपालिकायाम् अस्ति. आं कपालः कपालिकायाम् अस्ति. अण्ड् तदुत्पद् उत्पद् अनन्तरमेव घटः जायते. तत् त्यजतु. इदानीं चत्वारः पदार्थाः सन्ति वा त्रयः पदार्थाः ओन्लि त्रयः ओन्लि त्रयः सन्ति. त्रयः प्रतिपादयतु. घटः कपालयः कपाल कपालौ कपालिकाया एव अस्ति. त्रिषु द्रव्यमेव अस्ति, तस्मात् तत्र समवायमेव न संयोगः. न न तत् त्यजतु. इदानीं तावत्पर्यन्तं न गच्छेत्. अस्तु समीचीनम्. अत्र पश्यन्तु, प्रथम उदाहरणे पक्षी, पक्षिणः अवयवः, वृक्षः वृक्षस्य अवयवः. इदानीं चत्वारः पदार्थाः, ते सर्वे यस्य कस्यापि अपेक्षया ते सर्वे पृथक् सन्ति. किन्तु घटकपालम् इति स्वीकुर्मश्चेत् घटः घटः कपाले वर्तते, कपालः कपालिकायां वर्तते इति कृत्वा इदानीं कति पदार्थाः सन्ति? घटः कपालः अपि च कपालिका इति त्रयः पदार्थाः एव लभ्यते. आं महोदय. इत्युक्ते यस्मिन् घटः वर्तते कपालः, स च कपालः पुनः यः कपालः कपालिकायां वर्तते तयोः मध्ये पृथक्त्वं नास्ति खलु? कपालः कपालकपालयोः मध्ये पृथक्त्वं नास्ति. इति कृत्वा तत्र परस्परपृथक्त्वं न निरूपितम्. अतः अत्र संयोगः न भवति. अतः ते पृथगाश्रय आश्रितौ न. आं महोदय. इति बोद्धुम् अत्र एतत् सर्वम् उक्तमस्ति. अतः एव अत्र उत्पन्नायां पक्षिणी पुनः क्रियायां जायते कर्मजसंयोगः. क्रियायाः पक्षिणः वृक्षस्य च संयोगः भवति. एवं शरीरं तरुश्च स्व अवयवे स्थितौ इति द्वितीयम् उदाहरणं. ततः हस्तक्रियया हस्तसंयोगः हस्ततरुसंयोगः तेन शरीरतरुसंयोगः इति स्थितम्. अस्तु अग्रे गच्छेम. बालकृष्ण महोदय पठति वा? मुरळीमहोदय म्यूट् मध्ये भागद्वयम् अस्ति किल महोदय? द्वयः अत्र प्रश्नद्वयः. वदतु महोदय. तयोः मध्ये संयोगम् अस्ति परन्तु पृथक्तं नास्ति किल? तयोः मध्ये महोदय, तयोः मध्ये तयोः कपालयः द्वयोः कपालयः कपालः स्तः किल? न द्वयोः कपालयोः मध्ये संयोगः अस्ति. संयोगः अस्ति परन्तु पृथक्तं नास्ति तयोः मध्ये. न अस्ति वन् कपालः टु इति. हा कपालः वन् कपालः टु इति पृथक्त्वमस्ति खलु तयोः मध्ये? पृथक्तम् अस्ति वा? हा कपालः वन् कपालः टु इति तयोः मध्ये पृथक्त्वमस्ति. एषः कपालः अन्यात् कपालात् पृथक् अस्ति खलु? किन्तु अस्तु तर्हि पुनः वदामि. अहं किम् उदाहरणं स्वीकृतवान्? घटः कपाले अस्ति, केन सम्बन्धेन? समवायसम्बन्धेन, खलु? किन्तु घटः कपाले किमर्थं संयोगसम्बन्धेन न भवितुम् अर्हति इति मया पृष्टम्. अत्र पश्यतु, घटः यस्मिन् कपाले अस्ति स च एव कपालः कपालिकायाम् अस्ति, भिन्नकपालः नास्ति. इदानीं घटः अस्ति, अन्यत् घटः अस्ति इति चिन्तयतु, अन्यः घटः अस्ति इति चिन्तयतु. एकः घटः अन्ये घटे भवितुमर्हति खलु, तत्र संयोगः भवितुम् अर्हति. किमर्थमित्युक्ते एकः घटः अन्यात् घटात् पृथक् अस्ति इति कृत्वा एषः घटः स्वस्य कपाले वर्तते, अन्यः घटः तस्य कपाले वर्तते. इदानीं चत्वारः पदार्थाः सन्ति, किन्तु एकः एव घटः, यद्यपि घटः एकः घटः कुत्र वर्तते? तस्य कपाले वर्तते. सः कपालः कुत्र वर्तते? तस्याः न तस्य कपालिकायां वर्तते खलु. इति कृत्वा इदानीं पृथग् आश्रयौ इति वक्तुं शक्यते वा इति चेत् न. यस्मिन् कपाले घटः वर्तते सः कपालः एव कपालिकायां वर्तते इति कृत्वा तत्र एकः एव कपालः अस्ति, नो चेत् कपालद्वयमस्ति, कपालद्वयमिति स्वीकुर्मः, नो चेत् सर्वेषां मनसि किञ्चित् क्लेशः भवति. अस्तु, तत्र कपालद्वयमस्ति खलु, तत्र कपालद्वयं तदेव कपालद्वयं पुनः तेषां तयोः कपालिकयोः वर्तते इति कृत्वा अत्र अत्र अत्र क्लेशः, अत्र कपालयोः मध्ये तत्र पृथक्त्वं नास्ति इति बोधः. बुद्धं वा? कपालयोः मध्ये पृथक्त्वं कीदृशकपालः महोदय? अत्र कीदृशकपालः? यः कपालः, इदानीं घटः कपाले वर्तते खलु, सेम् समान घटः द्वयोः कपाले अस्ति किल? सत्यं, घटः द्वयोः कपालयोः वर्तते वर्तते. तौ कपालौ, तौ कपालौ, तौ एव कपालौ कुत्र वर्तते? कपालिका. तयोः यः अवयवाः सन्ति, ये अवयवाः सन्ति तस्य तत्र वर्तते खलु. ब्रह्मा अस्ति. कपालः कपालिका वयं न जानीमः, वयं न दृष्टवन्तः, तस्मादेव कपालिका इत्युक्ते ऐ मीन् थिङ्क् आफ् इट् इस् पार्ट्स्. सी द डिस्कशन् इस् लेट् मी टेक् 2 minutes and explain it in English so that it's very clear. The pot is resting on the two kapalas. Those two same kapalas, let us call them as kapala A and B. Those two same kapalas, where are they existing? Kapala A is existing in kapalika A1 and kapalika A2. Right. Kapala B is existing in kapalika B1 and kapalika B2. Khalu. Tahi idanim asmabhihi chintaniyam. You see, ghata is existing. What is the ashraya of ghata? Kapala A and B. What is the ashraya of kapala A and B? Kapalika A1, B1, A1, A2, kapalika B1, B2. बुद्धं वा एतावत्पर्यन्तम्? अस्तु, तर्हि इदानीं प्रश्नः अस्ति, घटः कपालौ वर्तते, कपालौ स्वयोः कपालिकायोः वर्तते, कपालिकेषु वर्तते, कपालिकासु वर्तते इत्यतः इदानीं पृथक्त्वं साधितं इति कोऽपि प्रष्टुं शक्यते. किन्तु अत्र किं बोधः इति चेत् घटः यौ ययोः यस्मिन् कपालयोः ययोः कपालयोः वर्तते घटः तौ एव कपालौ पुनः स्वस्य कपालिकायां वर्तते. सो दोस् कपालास् कपाल ए एण्ड् बि आर् द सेम् कपालास् विच् आर् एक्सिस्टिङ्ग् इन् देर् अवयवास्. सो वेन् यु कौण्ट् यु विल् नाट् गेट् फोर्, यु विल् ओन्लि गेट् त्री. तद् बुद्धं वा कथं वा फोर् त्री इति बुद्धं वा न वा? धन्यवादः. इफ् यु टेक् अ बर्ड्, bird exists in its avayavas. So there is one bird, there is bird's avayavas two. Right. Then vriksha is three, vriksha's avayavas is four. And each one of them are different from each other. Bird is different from bird's avayava. Bird is different from bird, tree. Bird is different from tree's avayava. Similarly, bird's avayava is different from bird. Bird's avayava is different from tree. Bird's avayava is different from tree's avayava. Okay. Similarly, tree is different from bird. Tree is different from bird's avayava. Tree is different from tree's avayava. Right. Similarly, if you take tree's avayava is different from bird. Tree's avayava is different from bird's avayava. Tree's avayava is different from tree. Oh. Sundaram. सो प्रत्येकं पदार्थः, अत्र चत्वारः पदार्थाः सन्ति, प्रत्येकं पदार्थे पृथक्त्वं विद्यते अन्येषाम् अपेक्षया, अन्येभ्यः अपेक्षया प्रत्येकं पदार्थे पृथक्त्वं विद्यते. बट् इफ् यु टेक् फार् एक्साम्पल् द सेम् ऐ टेक् घटः कपालः, कपालः कपालिकायां, सो यु केन् से घट इस् डिफरेण्ट् फ्रम् कपाल. ओके, now that kapala from which ghata is different, is it different from the kapala which is different from kapalika? It is not. Samavaya sambandhene yat matam yat dravyam tishtati tatra samyogasya pratak visheshye pratak visheyam nasti iti va. न न तस्य एव कपालः घटः, घटः कपाले समवायसम्बन्धेन अस्ति किल महोदय? न न, किमर्थम् अत्र एव अत्र अत्र एतादृशगभीरचिन्तनं किमर्थम् इति चेत् किमर्थं घटकपालयोः मध्ये संयोगः न भवितुमर्हति इति निरूपणीयं खलु. पूर्वम् एतादृशम् उक्तं पञ्चसु स्थलेषु समवायसम्बन्धः एव भवति इति साक्षात् उक्तं. तत्र तर्कः कः इति न उक्तम्. नो रीसन् दट् वास् गिवन्. इदानीं वयं तत्र पश्यन्तः स्मः, वि आर् ट्रैङ्ग् टु अण्डर्स्टाण्ड् द रीसन् एस् टु वै देर् केनाट् बि समवाय, देर् केनाट् बि संयोग, बट् ओन्लि समवाय. समवाय संयोग डिस्टिङ्क्ट् डिस्जायिण्ट्, यत्र यत्र समवायसम्बन्धः अस्ति तत्र संयोगसम्बन्धः नास्ति. तत्तु सत्यम्, आल् दट् इस् ट्रू भगिनि. किन्तु इदानीं मम प्रश्नः अस्ति घटकपालयोः मध्ये किमर्थं संयोगः न भवति, तद् निरूपणीयं किल? ओके, दट् इस् वाट् होल् डिस्कशन् फोर् द लास्ट् फोर् क्लासेस् इस् ओन्ली दट् वै देर् केनाट् बि संयोगसम्बन्ध, वै शुड् देर् ओन्ली बि समवायसम्बन्ध. Astra. You understand, Vijay Bhagini? Mm-hmm. Otherwise, you know, there is... that is the main discussion. Okay, so now you see here, like we said, in the case of Pakshi and tree, we say Pakshi, one, Pakshinaha Avayavaha, two, Vrikshaha, three, Vrikshasya Avayavaha, four. And then we said one is different from two, three and four, two is different from one, three and four, three is different from one, two and four, four is different from 1, 2 and 3. Now let us do the same thing. I will speak this, I'll say this in English itself so that it's very clear. So now we will take ghata kapalaha. So we will say ghata is one. Tasya avayavaha, kapalaha two. Then punaha kapalaha three. Then kapalasya avayavaha, kapalika four. Now the question is, one is different from two. Ghataha kapala prithak. There is no problem. Right. One is different from three. Again, kapalaha, ghataha kapala prithak. Ghataha kapalika, kapalikayaha prithak. So there is no problem. Now we come to two, kapalaha. Kapalaha is different from ghataha. But is two different from three? If you say, it is not different. Two is not different from three in this example. Therefore, you cannot have sayoga here. If you have to have sayoga, you have to count four, and each one of them has to be different from all the other three. But here, in this ghatakapalyoho example, ghataha kapale vartate, sahayeva kapalaha, swasmin kapala, tatra, swasya kapalikayam vartate. Right. So two is not different from three. Kapalaha kapalat prithak nasti. Right. But supposing if you take two ghatas, for example, just to complete the exercise, if you take two ghatas, ghata one is on kapala one. I mean, for the sake of easiness, I am taking as kapala one. You take kapala one, includes two kapalas there, because there are two kapalas. It's okay. Ghata one exists in kapala one. Ghata 2 exists in kapala 2. Now you can say ghata 1 is different from kapala 1, is different from ghata 2, is different from kapala 2. Right. And kapala 1 is different from ghata 1, ghata 2, and kapala 2. Right. Like this you can say different. Each one of them are different from the other. Right. Therefore, ghatayoho madhye sayogaha bhavitum arhati. If you take, for example, two kapalas, you see, now we are, let us say, we are creating a new ghata, and we are bringing two kapalas together. Kapalayoho madhye sayoham kritva eva ghatasya nirmanam bhavati kalu. Tarhi, idanim kapala dvayoho madhye katham va sayogaha bhavati iti che. So we will take kapala one. Where does kapala one exist? In kapalika one. Kapala two exists in kapalika two. Now if you take kapala 1 is different from kapalika 1, kapala 2 and kapalika 2. Kapalika 1 is different from kapala 1, kapala 2 and kapalika 2. So again you get 4. Each are mutually independent of each other. Ataha kapala dvayoho madhye sayogaha bhavati. Ataha ghata dvayoho madhye sayogaha bhavati. Kintu ekasmin ghate vidyamana ghata kapalayoho madhye. If in one pot, where there is a pot and that pot is existing on its kapala, there cannot be sayoga sambandha between, sayoga sambandha between those two. That is the bottom line. Buddham kalu? Buddham. Astu, bahu samichinam. Astu, agre patadu mahodaya. Atra prashna udeti. Aduna nutana prashna. Atra prashna udeti. Ghata kapalayoho avayavaha ati binnaha kila. अवयवाः अपि भिन्नाः घटस्य अवयवौ द्वौ कपालौ कपालस्य च अवयवे द्वे कपालिके अनेन घटकपालयोः अपि पृथग् आश्रय आश्रितत्वात् युतसिद्धत्वं स्यात् अनेन बुद्धं खलु इदानीमेव मया प्रतिपादितं तदेव अत्र प्रश्नत्वेन कृतम् अस्तु अग्रे पठतु तर्हि अनेन घट कपालयोः अपि पृथक् आश्रय आश्रितत्वात् युधसिद्धत्वं स्यात् किन्तु वृक्षपक्षिणोः स्थितिः यथा घटकपालयोः स्थितिः तथा नास्ति घटकपालयोः स्थित्यां किञ्चित् वैलक्षण्यं भवति वस्तुतः यत्र पृथक् आश्रय आश्रितत्वं वर्तते तत्र द्वयोः अवयवाः सर्वथा भिन्नः स्युः, भिन्नाः स्युः. वस्तुतः यत्र पृथग् आश्रय आश्रितत्वं वर्तते तत्र द्वयोः अवयवाः सर्वथा भिन्नाः स्युः. यथा पक्षिणः वृक्षस्य च अवयवाः नितरां भिन्नाः. यथा पक्षिणः वृक्षस्य च अवयवाः नितरां भिन्नाः तथा घटकपालयोः अवयवः भिन्नः इति नास्ति. घटकपालयोः स्थितौ परम्परया अवयवसाम्यं विद्यते. परम्परया अवयवसाम्यं विद्यते. घटकपालयोः स्थितौ परम्परया अवयवसाम्यं विद्यते. अग्रे तस्य विवरणं दत्तमस्ति, अग्रे पठतु. कपालः कपालिकाद्वये स्थितः. परम्परया घटः अपि तत्रैव आश्रितः. अनेन द्वयोः पृथग् आश्रय आश्रितत्वं नास्ति. यस्मात् अनयोः द्वयोः अयुतसिद्धत्वं न तु युतसिद्धत्वम्. एवञ्च निगमनमिदम् पृथग् आश्रयाश्रितयोः एव युतसिद्धयोः एव मूर्तयोः जायते उभयविधसंयोगः. पृथग् आश्रय आश्रितयोः एव युतसिद्धयोः एव मूर्तयोः जायते उभयविधसंयोगः. हस्तवृक्षयोः वास्तविकं पृथक् आश्रयाश्रितत्वम् इत्यतः द्वयोः मध्ये कर्मजः संयोगः, शरीरवृक्षयोः च संयोगजः संयोगः इति. अत्र मुख्यवार्ता, अत्र एतत् सर्वम् अस्माभिः चिन्तितमेव. मुख्यवार्ता अत्र भिन्नरीत्या महोदयेन प्रतिपादितमस्ति. यद् मया उक्तं तदपि सत्यं, किन्तु इदानीं किञ्चित् भिन्नरीत्या महोदयं प्रतिपादयति. अत्र मुख्यवार्ता का इति वदति वा? परम्परा इति पदमस्ति. परम्परा तस्मिन् विषये किञ्चित् प्रतिपादयतु. घटकपालयोः स्थितं घटकपालयोः स्थित्यां किञ्चित् वैलक्षण्यं. वस्तुतः यत्र पदकाशितं कृते कुत्र अस्ति यत्र घटकपालयोः अवयवाः भिन्नाः इति नास्ति. घटकपालयोः स्थितौ घटकपालयोः स्थितौ परम्परया अवयवसाम्यं विद्यते. अग्रेपि पठतु. अग्रे पठामि. अग्रे अपि पठतु. कपालः कपालः कपालिकद्वये स्थितः. परम्परया घटः अपि तत्र एव आश्रितः. तदेव मुख्यवार्ता अत्र. तर्हि तत् प्रतिपादयतु. घटः कुत्र अस्ति अस्मिन् वाक्ये? घटकपालयोः स्थितौ परम्परया अवयवसाम्यं विद्यते. सो घटः कपालः तेषां स्थितौ अवयवसाम्यं विद्यते. अत्र अवयव इति कपालयोः किल? न न महोदय, अत्र अत्र अहं प्रश्नं पृच्छामि. अत्र किमपि नास्ति. अस्तु, इदानीं भवान् वदतु, प्रश्नस्य उत्तरं वदतु. घटः कुत्र अस्ति? घटः कुत्र अस्ति च भूतले अस्ति. न न, अत्र अस्मिन् उदाहरणे घटकपालयोः घटः कुत्र अस्ति? कपालयोः कपाले अस्ति. कपालयोः घटः कपाले अस्ति. घटकपाले अस्ति. घटः कपाले अस्ति. कपालः कुत्र अस्ति? कपालिकायाम् अस्ति. महोदय महोदय, एकं सन्देहं तत्र. एकनिमिषं मुरळी महोदय, किञ्चित् तिष्ठतु. एतद् पूरयामि, तदनन्तरं पृच्छतु. अस्तु, अस्तु. घटः कपाले अस्ति. कपालः कुत्र अस्ति? कपालिकायाम् अस्ति. अस्ति. तर्हि परम्परासम्बन्धेन इदानीं घटः कपालिकायाम् अस्ति इति वक्तुं शक्यते वा न वा? परम्परासम्बन्धेन अस्ति. तदेव मुख्यवार्ता. तदेव अत्र उक्तमस्ति. अन्यत् किमपि नास्ति. घटः कपाले अस्ति, कपालः कपालिकायाम् अस्ति, किन्तु घटः परम्परासम्बन्धेन कपालिकायाम् अस्ति. यस्मिन् घटे कपालः अस्ति, यस्मिन् यस्यां कपालिकायां कपालः अस्ति, तस्यां कपालिकायाम् एव घटः अपि परम्परासम्बन्धेन अस्ति इति कृत्वा तौ युतसिद्धौ न. युतसिद्धौ नास्ति. हा, अतः तौ अयुतसिद्धौ इत्यतः तयोः मध्ये समवायसम्बन्धः एव भवति, युतसिद्धयोः मध्ये एव संयोगः भवति. बुद्धं वा? आमामाम्. घटः कपाले अस्ति, कपालः कपालिकायाम् अस्ति इति कृत्वा स एव घटः इदानीं परम्परासम्बन्धेन कपालिकायामपि अस्ति इति कृत्वा अत्र पृथगाश्रयौ इति न वक्तुं शक्यते. घटः पृथगाश्रय आश्रितः इति वक्तुं शक्यते. महोदय, हा, घट युताश्रितौ इत्युक्ते अधुना कपालिका नष्टं भवति चेत् घट अपि नष्टं भवति किल? आम्, अनेन किं किं वक्तुम् अयुतसिद्धि किल? अयुतसिद्धि किल? हा, सत्यं, तदेव अत्र उक्तमस्ति. अयुतसिद्धौ, अतः घट अतः घटकपालयोः मध्ये संयोगः न भवति, समवायः एव भवति. कपालिकायां कपालिका एवमेव सर्वत्र. घटकपालः अयुतसिद्धौ, घटकपालिका अपि अयुतसिद्धौ. कपालिकायाः यदि अवयवाः सन्ति तत्रापि घटः अयुतसिद्धौ इति परम्परया तत्र आगच्छति. तर्हि अत्र परम्परासम्बन्धं स्वीकृत्य अत्र पृथगाश्रयत्वं नास्ति इति उक्तं. तदेव मुख्यतर्कः अस्ति. बुद्धं खलु? यथा मया प्रतिपादितं तत्र द्वौ आश्रयौ स्तः, द्वौ आश्रितौ स्तः, इदानीं चत्वारः पदार्थाः प्रत्येकम् अन्येभ्यः भिन्नाः सन्ति चेत्, पृथक् सन्ति चेत् तत्र युतसिद्धत्वम् इति एकरीत्या अवगन्तुं शक्यते. भिन्नरीत्या अत्र केवलं परम्परा स्वीकृत्य यस्मिन् कपाले घटः अस्ति तस्यैव कपालस्य कपालिका आश्रयः अस्ति इति कृत्वा तत्र परम्परासम्बन्धेन घटः कपालिकायामपि अस्ति इति कृत्वा इदानीं पृथगाश्रयाश्रितत्वं न निरूपितम्. अतः तौ पृथगाश्रयाश्रितौ न, अतः संयोगः न भवति घटकपालयोः मध्ये. अस्तु, मुरलीमहोदयस्य प्रश्नः कः आसीत्? मम प्रश्नं महोदय, घटः कपाले अस्ति वा अथवा कपालयोः अस्ति वा? घट कपाल द्वे कपालम् इत्युक्ते सप्तमी कपालयोः मध्ये एव अस्ति महोदय. द्वे कपाले द्वे कपालद्वयोः मध्ये एव घटः अस्ति, किन्तु तत्र वचनसौकर्यार्थम् एकं स्वीकृत्य, नो चेत् पुनः तत्र कपालद्वयं द्विवचनं प्रयोक्तव्यं भवति खलु. अपि च द्वयोः कपालयोः अस्ति चेदपि एकस्मिन् कपाले अस्ति वा न वा? अस्ति अस्ति. हा, अस्तु, कपाले अस्ति, कपाले अस्ति, कपालयोः अपि अस्ति, अपि अस्ति. हा, तदेव सप्तमी एकवचनम् अथवा बहुवचनं द्वयमपि वक्तुं शक्यते, वक्तुं शक्यते. धन्यवादः. अस्तु अस्तु, अग्रे विजय भगिनी पठति वा अधुना? अधुना नूतनप्रश्नः, यदि परम्परया घटकपालयोः पृथक्काश्रय आश्रितत्वं नास्ति, यस्मात् द्वयोः अयुतसिद्धत्वं येन च द्वयोः मध्ये संयोगः न सम्भवति तर्हि तदाधारेण सर्वेषामपि स अवयवद्रव्याणां परम्परया अन्तिम अवयवः परमाणवः इति कृत्वा कस्यापि सावय स अवयवद्रव्यस्य पृथक्काश्रय आश्रितत्वं नास्ति इमानि च सर्वाणि स अवयवद्रव्याणि अयुक्तसिद्धानि इत्यस्मात् संयोगो न कुत्रापि सम्भवेत् तस्य उत्तरं किम् एकवाक्यमेव अस्तु अत्र मुख्यवार्ता कः इति वदतु स्वशब्दैः वदतु कप्पा उदाहरणं कप्पा कप् घटः कपाले अस्ति कपाले कपालिकायाम् अस्ति कपालिका कपालिकायाम् अस्ति इति स्वीकृत्य परमाणुपर्यन्तं गन्तुं शक्नोति किल महोदय सत्यं सत्यं तदैव अयुधसिद्धं सर्वत्र भवति घट परमाणुपर्यन्तम् अयुधसिद्धं भवति किल सत्यम् अतः संयोगः न भवति यत्र कुत्रापि घट कपालयोः मध्ये घट कपालिकायां मध्ये घटपरमाणुपर्यन्तं संयोगः न जायते सम्भवति तत्तु तत्तु तत्र संयोगः न वदामः एव तत्र समवायः एव अस्ति सर्वत्र आम् घटः कपाले समवायसम्बन्धेन वर्तते कपालः कपालिकायां समवायसम्बन्धेन वर्तते इति कृत्वा अन्ततो गत्वा तु परमाणुपर्यन्तं कार्यं कारणे समवायसम्बन्धेनैव अस्ति तत्र क्लेशः नास्ति आम् तर्हि प्रश्नः कः अत्र उत्तरं किम् इति प्रश्नः न इदानीं प्रश्नः भवत्या न उक्तं भवती यदुक्त यद् भवत्या यदुक्तं तत्र प्रश्नः एव नास्ति प्रश्नः कः क्लेशः कः अस्तु इदानीं भवती वदतु अहं प्रश्नं पृच्छामि इदानीं परमाणवः परमाणुपर्यन्तम् अस्माभिः गतं कीदृशपरमाणवः ते घटस्य परमाणु न अत्र परमाणवः इत्युक्ते पार्थिवपरमाणवः खलु पार्थिवपरमाणवः अस्तु तर्हि इदानीं पटः इति स्वीकरोतु पटः तन्तौ वर्तते तन्तु स्वयमेव वर्तते इति तादृशम् अन्ततो गत्वा पटः कुत्र अस्ति पट तस्य परमाणवे अस्ति इत्युक्ते पटः अपि पार्थिवपरमाणु परमाणुषु एव अस्ति आम् तर्हि सर्वे पार्थिवद्रव्य सर्वे पार्थिवद्रव्य सर्वाणि पार्थिवद्रव्याणि अन्ततो गत्वा परम्परया पश्यामश्चेत् सर्वे सर्वाणि पदार्थानि सर्वे सर्वाणि पार्थिवद्रव्याणि अन्ततो गत्वा परमाणुषु एव वर्तते तर्हि इदानीं परमाणुद्वयोः मध्ये पृथक्त्वम् अस्ति वा इति चिन्तनीयम् यदि नास्ति तर्हि संयोगः घटपटयोः मध्ये अपि संयोगः न भवितुमर्हति किमर्थमित्युक्ते अन्ततो गत्वा सर्वेषां कारणमस्ति पार्थिवपरमाणवः खलु तर्हि अन्तिम आश्रयः अस्ति परमाणवः अन्तिम आश्रयः समानः अस्ति चेत् तत्र अन्ततो गत्वा यत् कार्यमस्ति तयोः मध्ये अपि संयोगः न भवितुमर्हति इति प्रश्नः उदेति उद्धं वा सर्वदा परमाणु इति विषये किञ्चित् विषये विशेषनियमः अस्ति किल महोदय हा विशेषः इति कश्चन पदार्थः सप्तपदार्थेषु द्रव्यगुणकर्मसामान्यविशेषसमवाय अभावः सप्तपदार्थः तर्हि तत्र विशेषः परमाणुषु लभ्यते किन्तु इदानीं पृथक्त्वम् इति गुणः तस्मिन् विषये चिन्तनं कुर्वन्तः स्मः. एकः परमाणुः अन्यात् परमाण्वात् परमाणुः पृथक् वा इति प्रश्नः. इति प्रश्नः. यदि तादृशमस्ति तदा इदानीं वक्तुं शक्नुमः घटपटयोः मध्ये संयोगः जायते इति. किन्तु परमाणुद्वयोः मध्ये यदा पृथक्त्वं नास्ति तथा घटपटयोः मध्येपि संयोगः न भवितुमर्हति किल. किमर्थमित्युक्ते अन्ततो गत्वा तत्र परम्परासम्बन्धेन सर्वे सर्वाणि द्रव्याणि द्रव्याणि परमाणुषु एव सन्ति. अस्तु तर्हि अग्रे पठतु. प्रश्नं बुद्धं वा? प्रश्नं बुद्धम्. अग्रे पठतु. गदारम्भकपार घटारम्भकपरमाणवः अन्याः पटारम्भकपरमाणवः अन्याः पार्थिवपरमाणवः तु सन्ति एते सर्वे किन्तु परस्परभिन्नाः. प्रत्येकं परमाणुव्यक्तिः भिन्ना. अस्य घटस्य अवयवपरम्परा परमाणुः द्वयणुकं त्रयणुकं चतुरणुकम् इत्याद्य आरभ्य कपालिका कपालः घटः इति द्रव्यजन्यपरम्परा वर्तते. अस्य घटस्य परमाणवः भिन्नाः वर्तन्ते. पटस्य च पृथक् परम्परया परमाणवः भिन्नाः च. परमाणुत्वेन तेषां साम्यम् अपि परमाणुव्यक्तिर् साम्ये अपि परमाणुव्यक्तिर्भिन्ना किल. परमाणुव्यक्तिः भिन्ना किल. घटत्वं यद्यपि सर्वेषु घटेषु तथापि यः कोऽपि एको घटः स च एका व्यक्तिः इति यथा तद्वत् परमाणुत्वेन सर्वे पार्थिवपरमाणवः परमाणवः एव. परमाणुत्वम् एकं किन्तु परमाणुव्यक्तयः परस्परभिन्नाः. अपि च यादृश अवयवपरम्परया घटः आरब्धः सा च परम्परा पटस्य अवयवपरम्परयाः भिन्ना. महोदय अत्र पृथक् इति शब्दम् इति पृथक् इति शब्दं न प्रयुक्तं किन्तु भिन्न इति शब्दं भिन्न इति प्रयुक्तम्. किन्तु पटः पटः कट घटः नास्ति इति अन्योन्य अभावः अस्ति किल. तदेव प्रयुक्तं तत् भेदः अत्र भिन्नः इति नास्ति भेदः. अन्योन्य अभावस्य वक्तुं भेदः इति वदामः. किन्तु अत्र भिन्नः इति उपयुज्यते न भिन्नः इत्युक्ते पृथक् इति स्वीकरोतु. ओहो तर्हि प्रश्नस्य उत्तरं दत्तम्. प्रत्येकं परमाणवः परस्परभिन्नाः भिन्नाः प्रत्येकः परमाणुः परस्परभिन्नाः इत्यतः अत्र घटपटयोः मध्ये संयोगः भवितुमर्हति. घटः येषु परमाणुषु अस्ति तेषु एव परमाणुषु पटः अपि अस्ति इति नास्ति. इति कृत्वा घटपटयोः मध्ये संयोगः भवितुमर्हति इति बोधः. बुद्धं खलु? आम्. पटः पटस्य अवयवः घटः घटस्य अवयवः इति चतुर्थं दृश्यते. हा सत्यं सत्यं. घटः घट घटपरमाणवः पटः पटः पदपरमाणवः इति कृत्वा संयोगः भवितुमर्हति. इति कृत्वा तयोः मध्ये संयोगः भवितुमर्हति. भवितुमर्हति कपाल वन् केन् हेव् संयोग वित् घट टु नो हा हा सत्यं सत्यम् अतः एव कपाल वन् घट टु इति वदामः. अस्तु अग्रे मुरळीमहोदय पठतु महोदय. किन्तु किन्तु अन्वय किन्तु अन्ततः अवयवभेदः तस्मात् उपरि उपरि परिच्छेदद्वयं किन्तु अधुना इदं वक्तव्यम्. आमां महोदय क्षम्यतां. किन्तु अधुना इदं वक्तव्यं यत्ते आरम्भकपरमाणवः पटे सन्ति तेषु परमाणुषु पटत्वं नास्ति केवलं पार्थिवपरमाणवं परमाणवः ते तस्मात् ते परमाणवः घटस्यापि आरम्भपरमाणवः भवितुम् अर्हति स्म. अनेन च घटपटयोः अवयवपरम्पराः परम्परा कुतः भिन्ना. तदेव इदानीं प्रश्नः कः इति वदतु. पूर्वं दृष्टवन्तः यथा परम्परयोः प्रत्ययपरमाणाः परस्परं भिन्नाः इति वार्ता त्वां वदामि वदति तस्मात् तत्र परमाणु एव पार्थिवपरमाणु एव घटे अस्ति पटे अपि अस्ति किं कुत्र तत् तेन सम्बन्धेन संयोगसम्बन्धेन न वर्तते इति चेत् तत्र प्रत्येक परमाणवः परस्परं भिन्नाः इत्युक्ते तत्र घटपटयोर्मध्ये न परम्परा सम्बन्धं वर्तते. न न अत्र अस्मिन् परिच्छेदे किं लिखितमस्ति इति अन्यत् किमपि न वदतु. अस्मिन् परिच्छेदे प्रश्नः कः कृतः तदेव वदतु. ओं धन्यवादः. किन्तु अधुना इदं वक्तव्यं यत् ये आरम्भकपरमाणवः पटे सन्ति वि केन् से अहं वदामि तत्र घटे पटे आरम्भपरमाणवः पार्थिवपताः एव सन्ति तेषु परमाणुषु पटत्वं सन्ति तस्मात् तत् परमाणुषु परमाणुषु पटत्वं सन्ति वा नास्ति वा. पटत्वं नास्ति महोदय सारि तेषु परमाणुषु पटत्वं नास्ति अहं क्षम्यतां. केवलं पार्थिवपरमाणवः ते तस्मात् अस्तु तर्हि एकनिमिषं किञ्चित् अहं वदामि. अत्र पश्यन्तु सर्वे इदानीं प्रश्नः किमस्ति इति चेत् पूर्वमस्म मया किमुक्तं पटः पटपरमाणवः घटः घटपरमाणवः इति मया उक्तं खलु. तत्र पटपरमाणवः इति कथं वक्तुं शक्यते. यदि परमाणुषु पटत्वं वर्तते तदा एव पटपरमाणवः इति वक्तुं शक्यते खलु. किन्तु परमाणुषु पटत्वं नास्ति पटे एव पटत्वमस्ति. घटपरमाणुषु इत्युक्ते घटपरमाणवः इति यदा वक्तुं शक्यते यदि तेषु परमाणुषु घटत्वमस्ति. किन्तु परमाणुषु घटत्वमेव नास्ति पटत्वं वा घटत्वं वा नास्ति केवलं परमाणुत्वम् एव अस्ति तेषु. अतः एव एकेन मृदा तत्र घटस्य निर्माणमपि कर्तुं शक्यते चषकस्य निर्माणमपि कर्तुं शक्यते. यदा घटस्य निर्माणं भवति तदा एव घटत्वं तस्मिन् आगच्छति. यदा चषकस्य निर्माणं कुर्मः तदा एव चषकत्वम् आगच्छति. तर्हि कथं वा भवान् वदति परमाणुषु पटत्वं घटत्वम् इति पटपरमाणवः घटपरमाणवः इति कथं वा तत्र भेदं कृत्वा भवान् वदति इति प्रश्नः क्रियते. अस्तु अग्रे पठतु महोदय. तस्य उत्तरम् अग्रे अस्ति पठतु. आं महोदय धन्यवादः महोदय. उत्तरम् इदं यत् ईश्वर ईश्वर इच्छा एव शात् तथा भवितुम् अर्हति. ईश्वर इच्छावशात्. आम् आं महोदय, ईश्वर इच्छावशात् तथा भवितुम् अर्हति. तत्र तस्य उत्तरम् अति ईश्वरस्य इच्छम् इच्छा एव तत्र भवितुमर्हति. अनान्यकारणं सम्पूर्णं पठतु, तदनन्तरं वदतु. पटस्य आरम्भकपरमाणवः घटस्य भवितुम् अर्हति स्म. अर्हन्ति स्म. परमाणवः सूक्ष्मरूपाणि भवन्ति. यस्मात् सूक्ष्मरूपेण भवन्ति. सारी महोदय, टुडे ऐ एम् ऐ थिङ्क् ऐ हव् टु चेञ्ज् दिस् क्लास्. परमाणवः सूक्ष्मरूपेण भवन्ति. यस्मात् पटारम्भकः वा घट आरम्भवः आरम्भक वा इत्स्याभिः न ज्ञायते कः परमाणुः न ज्ञायते इत्यस्माभिः न ज्ञायते अस्माभिः न ज्ञायते कः परमाणुः कीदृशद्रव्यस्य अवयः स्यात् इति ईश्वर इच्छावे ईश्वर इच्छावशात् ईश्वर ईश्वरः तत्र तत्र ईश्वरः न वा महोदय, ईश्वरः योगः इच्छा. ईश्वरः नास्ति, ईश्वर ईश्वर योगः योग इच्छा योगः इच्छा ईश्वर इच्छा वशात् निर्माणीयते इति निर्णीयते इति स्वीकर्तव्यम् अस्ति. एतादृश सार्वत्रिकत्वं भवतु नाम. अस्तु, अत्र अहमेव वदामि. अस्तु, तर्हि इदानीं प्रश्नः आगतः खलु, परमाणुषु पटपरमाणवः घटपरमाणवः इति किमपि नास्ति. यदा पटः जायते तदा एव पटत्वं जायते तस्मिन् इति कृत्वा परमाणुषु कः भेदः? भवान् वदति घटपरमाणवः पटपरमाणवः इति किमपि वदति वा इति प्रश्नः. तर्हि तस्य उत्तरम् एवमस्ति, ईश्वरः एव सर्वस्य कर्ता इति नैयायिकानां मतमपि. ईश्वरः अस्ति इति नैयायिकाः अङ्गीकुर्वन्ति. तस्मिन् ईश्वरे, ईश्वरः परमात्मा, तस्मिन् ईश्वरे इच्छा. मुरळीमहोदय कृपया म्यूट् मध्ये भवतु. महोदय, ईश्वरमेव कारणम् अपि चेत् किन्तु परमाणस्य कारणं तर्किका मतानुसारं वर्तते महोदय. एकनिमिषम् अहं वदामि. प्रथमम् अस्मिन् पङ्क्तौ किमस्ति इति वदामि, तदनन्तरं भवतः उत्तरं ददामि. धन्यवादः. कृपया मिट् मध्ये भवतु, ध्वनिः आगच्छति इति. अस्तु, तर्हि परमाणुषु पटपरमाणवः घटपरमाणवः इति किमपि नास्ति. तर्हि कथं वा तयोः मध्ये भेदः साधितः? यदि भेदः नास्ति इदानीं परम्परासम्बन्धेन एकेषु परमाणुषु सर्वे वर्तते इति वक्तव्यं. तर्हि सर्वाणि द्रव्याणि एकेषु पार्थिवद्रव्याणि एकेषु एकविधपरमाणुषु वर्तते इति चेत् तयोः घटपटयोः मध्ये संयोगः न भवितुमर्हति. तस्य उत्तरं किम् इति चेत् नैयायिकाः वदन्ति, ईश्वरः परमात्मा इति कश्चनः अस्ति, इति कश्चन अस्ति, तस्मिन् इच्छा अस्ति. इच्छा अस्ति, ज्ञानमस्ति, क्रिया अपि अस्ति, कृतिः अपि अस्ति इति नैयायिकानां मतम्. तर्हि तया इच्छया सः इष्टवान् अस्ति. एतेभ्यः परमाणुभ्यः केवलं घटः एव जायेत. एतेभ्यः परमाणुभ्यः पटः एव जायेत इति तादृश इच्छा अस्ति. अनया इच्छया एव अत्र परमाणुषु एतेषु एतेभ्यः परमाणुभ्यः घटः जायते. पटपरमाणुभ्यः घटः यदा कदापि न जायते. पटपरमाणुः इति किमपि नास्ति वस्तुतः, पार्थिवपरमाणवः एव सन्ति. किन्तु प्रत्येकं परमाणु अन्यस्मात् पृथक्, तस्मिन् विशेषः इति पदार्थः वर्तते इति कृत्वा. किन्तु तस्मिन् केवलं विशेषः इति नास्ति, तत्र ईश्वर इच्छापि अस्ति. एतेभ्यः परमाणुभ्यः केवलं पटः एव जायते, अन्यत् किमपि न जायते. एतेभ्यः परमाणुभ्यः घटः एव जायते, न अन्यत् किमपि जायते इति ईश्वरस्य इच्छा अस्ति इति कृत्वा तत्र घटः एव भवति, पटः एव भवति इति तस्य उत्तरं दत्तमस्ति. अपि च मुरळीमहोदयस्य प्रश्नः कः आसीत्? तत्र ईश्वरः उपादानकारणमपि वा इति चेत् न, केवलं निमित्तकारणमेव. यथा कुलालः घटस्य कारणं भवति, मृदेव कपालः एव तस्य उपादानकारणं भवति, तदा ईश्वरः केवलं निमित्तकारणमेव. ओहो, न उपादानकारणम्. उपादानकारणं तत्र समवायिकारणम्. उपादानकारणम् इति न्यायवर्गेण वक्तव्यम्. उपादानकारणं प्रति नैयायिकानमतानुसारं किमपि नास्ति, समवायिकारणं नास्ति. समवायिकारणम् ईश्वरः समवायिकारणं वा असमवायिकारणं वा नास्ति, केवलं निमित्तकारणमेव. तर्हि परमाणवः केन सृष्टः, केन सृष्टाः इति चेत् परमाणवः नित्याः, केनापि न सृष्टाः. परमाणवः नित्याः सन्ति. तस्मादेव महोदय तिले तैलमस्ति. तस्मादित्युक्ते कस्मात्? यथा मृदेव पटस्य कारणं, घटस्य कारणं, तन्तुरेव पटस्य कारणं, तिलं तैलं. तत् किमर्थम् अत्र वदति? इदानीम् अस्माकं चिन्तनमस्ति ईश्वर इच्छस्य विषय. ईश्वर तत्र किमपि सम्बन्धः अस्ति वा? सम्बन्धं नास्ति, बट् this is my main, this is my main chintanam here. Mama, no, but why are you thinking about this? We are talking about ishwara icha. Ishwara icha means then it is limited, limited adjunct, that's what they say. No, don't bring any of those things over there. No, I'm not able to understand. Astu atra sagayamaha samayaha jataha itva atra sagayamaha. No, just a chintanam only, Maharaj. I don't think I'm...